सहना भवतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः ॐ श्रीगणेशाय नमः श्रीसरस्वत्यै नमः ॐ श्रीगुरुभ्यो नमः त्रिमुनिवन्दना येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् प्रश्नाः सन्ति वा महोदय न ओके अभ्यासं सम्यक् अभवत् आं महोदय आम् अनुसूय आम् अन्ये जनाः आम् एव महोदय आम् आम् महोदय ओके अतः इदानीं वयं स्वपरीक्षां कुर्मः ओके कथम् अहं दर्शयामि ओके अहं किञ्चित् ब्लाक् बोर्ड् उपयोगं करोमि एकनिमिषं तिष्ठन्तु श्रूयते वा उमा भगिनि अहं मम पुत्रस्य गृहे अस्मि पौत्री शयनं कृतवती अस्मि अहम् अधिकम् उच्चैः वक्तुं न शक्नोमि अद्य शनैः शयनैः वदामि एकं तु अहं सम्यक्तया जानामि भवती वर्गे प्रविष्टं तु करोति परन्तु भागं कदापि कर्तुं स्वीकर्तुं न शक्नोति न भगिनी अहं बहु उत्सुका न भगिनी अहं बहु उत्सुका एव अस्मि अहं भवत्याः नाम यद् आह्वयामि भवती उत्तरं न ददाति चेत् अग्रे गच्छामि अस्तु अस्तु अस्तु कारणं भवत्याः तु समस्या अस्ति एव अहं तु किमपि कर्तुं न शक्नोमि तद् तद्विषये तत्तु भवत्याः हस्ते एव अस्ति ओके इदानीम् अहं वीडियो आरभ न भगिनि वदामि दृश्यते कृष्णफलकं दृश्यते दृश्यते दृश्यते कृष्णफलकं न दट् शुच् स्पृश् दट् किम् You have given that homework, Shuch, Sprush, G. No, no, no, no. Krishna Phalakam Drishyate video aham arambam kratavati. No, Bhagini. Krishna Phalakam na Drishyate. Krishna Phalakam na Drishyate. Na Drishyate. Oh, oh, oh, oh, oh, oh, oh, oh, oh, oh, oh, oh, oh, oh, oh, oh, oh, oh, oh, oh, न न न इदानीम् एकनिमिषम् अहं स्क्रीन् शेर् स्थगयामि हा स्टाप् स्क्रीन् शेर् चिन्तयामि तदा एव कृष्णफलकं द्रष्टुम् ओके इदानीं स्क्रीन् दृश्यते वीडियो दृश्यते दृश्यते कृष्णफलकं दृश्यते कृष्णफलकं दृश्यते कृष्णफलकं दृश्यते दृश्यते कालिका इति न दृश्यते न न तत्र कृष्णफलकद्वयम् अस्ति एक तु कृष्णफलकं दृश्यते भगिनी किमपि लिखितमस्ति वा कृष्णफलके तत् लिखितं चेत् तत् न द्रष्टुं भगिनी पृष्ठभागे यदस्ति तत्र किमपि लिखितमस्ति तत् अच्छा अस्तु अस्तु भगिनि पृष्ठभागे एव दृश्यते महोदय इदानीमेव अहं लेखनं आरम्भं करिष्यामि भवतः उत्तराणि यदा भवती लिखति तदा दृष्टते वा न यावत्पर्यन्तं किं लिखितवती ओके इदानीं वयं कस्मिन् विषये अस्माकं परीक्षां करिष्यामः ओके बहवः सूत्राणि दृष्टवन्तः कस्मिन् विषये प्रथमम् अनुसूया कस्मिन् विषये वयं सूत्राणि दृष्टवन्तः आदिसंज्ञाप्रकरणं करणीयम् संज्ञाप्रकरणं करणीयम् ओके तदनन्तरं प्रत्ययं योजनीयं तदनन्तरं प्रत्ययकरणप्रत्यय वा किं प्रत्यय वा योजनीयं करणीयम् ओके इदानीं प्रत्ययविषये किं किं स्मर्तव्यं धातु धातु धातोः प्रोसेसिङ्ग् वयं कुर्मः धातोः कस्य गणे अस्ति इति पश्यामः धातोः गणस्य गणे अस्ति इति पश्यामः ओके तदनन्तरम् अत्र गीता हा गीता वदतु तदनन्तरं किं किं पश्यामः प्रत्ययः विकरणप्रत्ययस्य विषये पश्यामः विकरणप्रत्ययस्य विषये किं पश्यामः विकरणप्रत्ययः स्वीकृत्य तद् स्वीकुर्मः चेत् गीतस्य गणः अस्ति इति आदिनिर्णयं करणीयं तत्र भवत्याः पर्यायः इदानीं पुनः अनन्तरम् आगच्छति इदानीं क्षम्यता म्यूट् करोतु गीता प्रत्ययविषये प्रत्ययः कस्मिन् गणे अस्ति तस्य प्रत्ययः कः इति द्रष्टव्यं वादिगणे अस्ति चेत् शप् प्रत्ययः वादिगणे अस्ति चेत् वादिभ्यः शपः इति सूत्रेण शप् प्रत्ययः भवति वयं न पठितवन्तः ओहो हो महोदय यद् वयं न पठितवन्तः चर्चा मा करोतु गीतालक्ष्मी प्रत्यय सार्वधातुकः वा आर्धधातुकः वा इति पूर्णिमा भवत्याः पर्यायः नास्ति भवत्याः नाम यदा अहम् आह्वयामि तस्मिन् समये उत्तरं ददातु इदानीं गीतायाः पर्यायः अस्ति तस्याः समस्या अस्ति तस्य निवारणम् अहं कर्तुं प्रयत्नं करोमि ओके अस्तु किञ्चित् समयं ददातु ओके गीता अस्तु भगिनि पुनः प्रत्ययविषये किं चिन्तनं करणीयम् प्रत्ययः सार्वधातुकः वा आर्वधातुकः वा इति द्रष्टव्यम् ओके अतः प्रथमकार्यं वयं प्रत्ययः सार्वधातुकः अस्ति अथवा आर्धधातुकः अस्ति अहं शाकं लिखामि समस्या अस्ति प्राब्लम् इदानीम् एतस्य परिशीलनं कथं करिष्यति? प्रत्ययः सार्वधातुकः अस्ति वा आर्धधातुकः अस्ति निर्णयं कथं करिष्यति? केन आधारेण? तिंशित् इति अस्ति चेत् सार्वधातुकं भवति. तिङ् अस्ति अथवा षित् अस्ति तदा सार्वधातुकम् इति वयं निर्णयं कुर्मः. अतः सूत्रं किं तत्र? तिंशित् सार्वधातुकम्. तिंशित् सार्वधातुकम् एतस्य प्रकाशः अस्ति चेत् सार्वधातुकप्रत्ययः इति वयं निर्णयं कुर्मः. अवगतं यावत्पर्यन्तम्? अवगतं भगिनि. अस्ति इति कथं निर्णयं कुर्मः? आर्धधातुकः तदर्थं सार्वधातुक आर्धधातुकयोः भवती बहु अग्रे गतवती. अत्र केवलं निर्णयं कर्तव्यं सार्वधातुकप्रत्ययः अस्ति वा आर्धधातुकप्रत्ययः अस्ति. सार्वधातुकः अस्ति चेत् किम् अस्ति वा षित् अस्ति एतस्य आधारेण एतयोः आधारेण प्रत्ययः सार्वधातुकम् इति निर्णयं कर्तुं शक्नुमः. ओके, आर्धधातुकम् इति कथं वयं कर्तुं शक्नुमः? केन आधारेण? सार्वधातुक अपित् अपित् अपित् ओके ओके अहं मुत्तुलक्ष्मी आह्वयामि. आं भगिनि, भवती मार्गदर्शनं ददातु. आर्धधातुकम् अस्ति प्रत्ययः इति कथं वयं निर्णयं कर्तुं शक्नुमः? तिंशित् नास्ति चेत् आर्धधातुकः. सूत्रं किं तत्र? स्मरणे अस्ति सूत्रं नास्ति तदा आर्धधातुकः भवितुम् अर्हति, परन्तु तदर्थं सूत्रमपि उपयोगं कर्तुं शक्नुमः न? तत् किम्? स्मरणे नास्ति. ओके, पूर्णिमा भवत्याः स्मरणे अस्ति? शेषमार्धधातुकम् आर्धधातुकं शेषः इति सूत्रम् अस्ति. ओके, आर्धधातुकः शेषः इति सूत्रम् अस्ति. तदनुगुण अवशिष्टप्रत्ययाः आर्धधातुकप्रत्ययाः इति वयं ज्ञातुं शक्नुमः. ओके, इदानीं मुत्तुलक्ष्मी पुनः भवत्याः समीपे एव आगच्छामि, कारणं भवती उत्तरं न दत्तवती. इदानीं भवती प्रथमम् आर्धधातुकं स्वीकर्तुम् इच्छति वा सार्वधातुकं स्वीकर्तुम् इच्छति? वदतु. सार्वधातुकम्. ओके, इदानीं वयं निर्णयं कृतवन्तः प्रत्ययः सार्वधातुकप्रत्ययः अस्ति इति. ओके, केन आधारेण? प्रत्ययः तिङ् अथवा षित् अस्ति तदर्थं सार्वधातुकप्रत्ययः इति वयं निर्णयं कृतवन्तः. नेक्स्ट् स्टेप् वयं किं परिशीलनं करिष्यामः? सार्वधातुक आर्धधातुकयोः इति सूत्रेण एकन्तस्य अङ्गस्य ईक्वर्णः अस्ति चेत् गुणकार्यं भवति. षित् अस्ति चेत् गुणकार्यं भवति वा? आम् आम्. ओके ओके, तत्र ट्रिकी क्वश्चन् अस्ति. प्रतिभा भवती आगच्छतु. नमस्ते भगिनि. पित् अस्ति अस्ति वा इति प्रष्टव्यं भगिनि. षित् अपि षित् पित् द्वयोः द्वे अपि भवति चेत् गुणः भवति वा न वा इति सूचयति. पित् अस्ति चेत् अनुमीयते अनुमतिं दीयते भगिनि, प्रतिभा भवत्याः किम् उत्तररीति अहं किञ्चित् स्थगयितुम् इच्छामि, कारणम् अस्तु उत्तरं ददातु तदापुत्रं स्पष्टतया वयं निर्माणं कर्तुं शक्नुमः. अवगतम्? अस्तु भगिनि, अस्तु भगिनि. अतः प्रथमकार्यं वयं परिशीलनं कुर्मः, प्रत्ययः तिङ् अस्ति वा षित् अस्ति, तेन आधारेण वयं प्रत्ययः सार्वधातुकम् अस्ति वा आर्धधातुकम् अस्ति प्रथमस्तरस्य निर्णयं कृतवन्तः. इदानीम् अस्तु भगिनि, अहं सोपानं गच्छामि. ओके, अस्तु भगिनि, अस्तु भगिनि. किञ्चित् किम् अवकाशं ददातु. आम् आं भगिनि. इदानीं सार्वधातुकम् अस्ति इति निर्णयं कृतवन्तः मुत्तुलक्ष्मी, एतस्य विषये प्रथमं परिशीलनं कर्तुम् इच्छामि इति उक्तवती. अतः प्रथमं वयं सार्वधातुकप्रत्ययविषये निर्णयं कुर्मः. किं परिशीलनं कुर्मः? प्रत्ययः सार्वधातुकं तु अस्ति, परन्तु पित् अस्ति वा अपित् अस्ति. ओके, आं भगिनि. तावत्पर्यन्तं स्पष्टम्? इदानीं किमर्थं पित् वा अपित् विषये वयं चिन्तनं कुर्मः? भगिनि, गुणकारस्य गुणकार्यं करणीयं चेत् पित् भवनीयम् एव, तत्कारणेन तत् चिन्तनं करणीयं भगिनि, पित् अस्ति वा अपित् अस्ति वा इति. किं भवति? वृद्धिकार्यं वा गुणकार्यं न भवति चेत् कर्तुं न शक्यते भगिनि. समाप्तम्? आम्. किं वा अपित् अस्ति चेत् गुणकार्यं समाप्तम् इत्युक्ते गुणकार्यं न भविष्यति एव. ओके, आं भगिनि, अस्तु. सूत्रं किम् आगच्छति गुणकार्यविषये तत्र अपित् अस्ति चेत्? प्रतिभा भवती, सार्वधातुकं सार्वधातुकम् अपित् इति भगिनि सूत्रं तत्र, तत् सूत्रस्य अभवति तत्र किं, ओके, सार्वधातुकम् अपि इति सूत्रेण गुणकार्यं किम् आगच्छति? निषेधकं बाध्यते भगिनि. केन सूत्रेण? सार्वधातुकम् अपि इति सूत्रेण गुणकार्यस्य बाधा भवति. ओके, गुणकार्यस्य बाधा गुणनिषेध कार्यं तस्य किं? सार्वधातुकं निति च निति च वा? सार्वधातुकम् अपित् एव वा निति च वा भगिनि? सार्वधातुकम् अपित् इति वयं डिक्लेर् कुर्मः, अनन्तरं गुणकार्यनिषेधकसूत्रम् आगच्छति. निति च निति च इति सूत्रम् आगत्य वदति गुणकार्यम् अहं कर्तुं न पर्मिशन् ददामि. अस्तु अस्तु भगिनि, अस्तु भगिनि, अस्तु भगिनि. यावत्पर्यन्तं स्पष्टं? अतः अपि अस्ति चेत् सर्वं समाप्तम्. ओके, गुणकार्यविषये यत्किमपि चिन्तनम् आसीत् तत्तु गतम्. ओके, इदानीं सर्वमङ्गल अस्ति चेत् नेक्स्ट् स्टेप् किं परिशीलनं कर्तव्यम्? नमस्ते महोदय, नमस्ते. पित् पित् अस्ति चेत् धातोः अङ्गे गुणकार्यः भवति. ओके, धातोः अङ्गे गुणकार्यं भवति. ओके, कदा कथं धातोः अङ्गे अन्ते अन्ते स्थितस्य एकः स्थाने गुणः भवति. केन सूत्रेण? इगन्तधातोः इन्द सार्वधातुक अर्धधातुकयोः सार्वधातुक अर्धधातुकयोः एतस्य आधारेण वयं गुणकार्यं भवति कुर्मः. अङ्गस्य गुणकार्यं कुर्मः. ने कुत्र? इगन्त इगन्तधातौ अन्ते स्थितस्य अन्ते कुत्र अन्ते स्थितस्य इकः स्थाने गुण भवति. भवन्तः यस्मिन् समये मानचित्रं कुर्वन्ति तदा किञ्चित् डिटेल् मध्ये कुर्वन्तु, कारणम् अत्र मम समीपे किं मानसिकसमस्या अस्ति. ऐ डोण्ट् हेव् टु हेव् प्लेस्, अतः अहं सर्वं शार्ट् फार्म् कृत्वा करोमि, परन्तु भवन्तः सम्यक्तया लिखन्तु. बृहत् कागदं स्वीकृत्य अथवा नोट्बुक् स्वीकृत्य तत्र सम्यक्तया लिखन्तु. प्रथमं प्रत्ययः सार्वधातुकः अस्ति वा आर्धधातुकः अस्ति, केन सूत्रेण, सूत्रमपि लिखन्तु. किञ्चित् सार्वधातुकम् एतस्य सूत्रस्य आधारेण सार्वधातुकम् इति निर्णयं कुर्मः. आर्धधातुकं शेषः इति सूत्रेण आर्धधातुकम् इति निर्णयं कुर्मः. इदानीं वयं सार्वधातुक भागे स्मः. तत्र नेक्स्ट् स्टेप् किं परिशीलनं कुर्मः? पित् अस्ति वा अपित् अस्ति? ओके, तदस्ति नेक्स्ट् स्टेप् सार्वधातुक भागे. ओके, सार्वधातुकभागे तु अनन्तरम् आगच्छामः. पित् अस्ति वा अपित् अस्ति प्रथमं तु कृतवन्तः. वदतु, पित् अस्ति चेत् गुणकार्यस्य अनुमतिः ददाति. अपि विषये तु समापितवन्तः न, अतः वदामि. अपि अस्ति चेत् सार्वधातुकम् एतस्य सूत्रम् एषः सूत्र एतं सूत्रम् आगत्य बाधकसूत्रम् आनयति. किमस्ति तत्? गुणनिषेधकसूत्रम् इति सूत्रस्य आधारेण सार्वधातुकम् अपि अस्ति चेत् निति च इति सूत्रस्य आधारेण गुणनिषेधं भवति, अतः तत्र गुणविषये समाप्तम्. इदानीं पित् विषये भवती वदति गुणकार्यं भवति कुत्र? अन्तिमवर्णस्य गुणकार्यं भवति. ओके, केवलम् अन्तिम इक्वर्णस्य गुणकार्यं भवितुम् अर्हति वा अन्य अपि विषयः अस्ति? अन्य अपि विषयः अस्ति. धातोः अन्तिमवर्णात् पूर्वं स्थितस्य ह्रस्व इकः स्थाने गुणः भवति उपधायाम्. अस्ति चेत् गुणः भवति, तदापि गुणः भवति पुगन्तलघुपदस्य. ओके, इदानीं कुत्र समस्या आगच्छति? अग्रे नूतनकोपि आगतवन्तः. द्रवीचित्कर एषः प्रथमवारम् आगच्छति? आम् प्रथमवारम्। भवान् पूर्वं कुत्रापि अन्यत्र पठितवान् वा? बहुकालपूर्व स्वरूप महोदयस्य कक्षायां पठितवान्। स्वरूप महोदयस्य कक्षायाम् इत्युक्ते बहवः कक्षाः सन्ति, कस्याः कक्षायाः भवान् पठितवान्? बहुकालपूर्व पठितवान्। तत्समये स्वरूप महोदय स्वयं पाठितवान्। ओके, अतः भवान् कियत्पर्यन्तं पठनं कृतवान् स्वरूप महोदयेन सह? न स्मरामि, किन्तु परन्तु स्मरामि, वदामि, स्मरणे पुनः आगच्छति वा सर्वं गतम्? किञ्चित् किञ्चित् स्मरामि। अतः अहं प्रश्नं न प्रष्टुं शक्नोमि इति भासते। प्रथम कक्षा एकं वा द्वि कक्षा उपरान्त् अहं वक्तुं शक्नोमि। किमपि चलति, अद्यतन समस्या तु मम अस्ति, भवान् केवलं शृणोतु। ओके, पृच्छामि, भवतः नाम आह्वयामि चेत् उत्तरं न ददाति, अग्रे गच्छामि। हा, इदानीं सप्तमङ्गला समाप्ता। सीतालक्ष्मी सीतालक्ष्मी, हा, पित् अस्ति, हा, तदा गुणकारं गुणकार्यं भवति, कदा भवति? ओय्, कुत्र गतवती सीतालक्ष्मी? अस्ति वा न? गता। ओके, उषा, अङ्गस्य अन्ते इक्वर्णः चेत् गुणकार्यं भवितुम् अर्हति, अथवा उगन्त उपदा ह्रस्व इक्वर्णस्य गुणकार्यम् अर्हति। उगन्त लघुपदस्य इति सूत्रेण उपदायाम् इक्वर्णः चेत् गुणकार्यं भवितुम् अर्हति। ओके, अतः अस्माकं स्तरः इदानीं गुणकार्यविषये, पित् अस्ति चेत् गुणकार्यं गुणकार्यस्य अवकाशः मिलति, परन्तु कदा? यदा अन्तिमवर्णः इक्वर्णः अस्ति तदा एव गुणकार्यं। केन सूत्रेण उषा? अन्तिम इक्वर्णस्य कृते कारणेन अन्तिम अङ्गस्य अन्तिम इक्वर्णः गुणकार्यं भवितुम् अर्हति। ओके, सूत्रं किं तत्र? सार्वधातुक अर्धधातुकयोः गुणकार्यं, सार्वधातुक अर्धधातुकयोः सूत्रस्य आधारेण इक्वर्णस्य गुणकार्यं भवति। ओके, इदानीम् उपदाविषये किम् अस्ति? ह्रस्व उपदाविषये अन्तिम सारि उपदा ह्रस्व इक् अस्ति चेत् गुणकार्यं भवितुम् अर्हति, उपन्तलघुपदस्य इति सूत्रेण भवितुम् अर्हति। ओके, तावत्पर्यन्तम् अवगतं न? अतः गुणकार्यम् अन्तिम इक्वर्णस्य उपरि भवितुम् अर्हति अथवा उपदायां भवितुम् अर्हति। उपदायां ह्रस्व इक्वर्णः अस्ति चेत् एव पुगन्तलघुपदस्य च इति सूत्रस्य आधारेण लघु इक्वर्णस्य गुणकार्यं कर्तुं शक्नुमः। इदानीं पुनः किं समस्या आगच्छति तत्र? उपदायां ह्रस्व इक् वर्णः नास्ति. ओके उषा उषायां ह्रस्व इक् वर्णः अस्ति चेत् गुणकार्यं पुगन्तलघुपदस्य च इति सूत्रेण वयं कर्तुं शक्नुमः, गुणकार्यं कर्तुं शक्नुमः. इदानीं समस्या आगच्छति, ह्रस्व इक् वर्णः नास्ति, तदा वयं किं परिशीलनं कुर्मः? ह्रस्व उपदायां ह्रस्व इक् नास्ति चेत् गुणकार्यं नास्ति महोदय. ओके ओके विजया भवती किं वदति? हा उषायाः उत्तरं किं सम्यक् शुद्धं वा न? कमान् विजया, अस्ति वा न? मेसेज् नाम अस्ति परन्तु साक्षात् अस्ति न जानामि न. ओके ओ जुगल् किशोर् महोदय आगतवान्. हा ओके भवान् जुगल् किशोर् महोदय उत्तरं दास्यति? हा वदतु न. पृच्छतु. अरे उषायाः प्रश्नस्य एव उत्तरं. हा अहं विजया महोदयं तु आहूतवती, सा न उत्तरं दत्तवती, अतः भवतः पर्यायः आगतः. ओके इदानीं कस्य पर्यायः वा कस्याः? ओ अनिल्, अनिल् भवतः अभिप्रायः किम् अस्ति वा न? पुनः एकवारं पृच्छतु महोदय. किं पृच्छामि, अतः अत्र उपदायविषये अस्ति समस्या. अस्तु उपदायविषये केवलं ह्रस्व इकार चेत् गुणकार्यं भवति. ओके अन्यथा अन्यथा बाधा अस्ति. किं कारणं चिन्तनं किञ्चित् विरलं कर्तव्यम्. ओके अनुसूया भवती आगच्छतु. उपदायां पुगन्त अस्ति, पुगन्तस्य उपदायाम् अस्ति चेत् दीर्घमपि गुणः भवति. ह्रस्व इक् चेत् केवल ह्रस्व ह्रस्व इक् एव गुणः भवति. उगन्त अस्ति चेत् इदानीं वा इति दर्शयन्त अस्ति चेत् दीर्घस्यापि गुणकार्यं भवितुं शक्यते. अस्ति चेत् दीर्घ वा ह्रस्व द्वयमपि स्वीकर्तव्यं गुणकार्यस्य विषये. ओके ओय् अनिल् जुगल् किशोर् महोदय अवगतवन्तः? आम् महोदय. उपदायः दीर्घः भवति चेत् तत्र तु गुणः न भवति. हा तत्तु सत्यं, परन्तु यदा उपदा पुगन्त अस्ति इत्युक्ते पकारः अन्तिमवर्णः अस्ति. ओके मिच् प्रत्ययः योजयामः चेत् आगत आगमः भवति न स्मरणीयमस्ति तदा पकारः अन्तिमवर्णः भवति अतः पुगन्तः उपदावर्णः इक् वर्णः भवितुम् अर्हति स्मरणे आगतं वा जानामि वा ओके अतः पुगन्त अस्ति तदा वर्णः ह्रस्व वा दीर्घ समस्या नास्ति यत्किमपि अस्ति इक् वर्णः अस्ति चेत् गुणकार्यं भवति यावत्पर्यन्तं सर्वे जनाः अवगतवन्तः प्रश्नः अस्ति ओके इदानीं भवतः भवत्याः मानचित्रे सम्यक्तया एतत् सर्वं लिखन्तु वा अहं बहु शार्ट्कट् माध्यमेन लिखामि इदानीं मम पर्यायः भगिनि गीता एकनिमिषं तिष्ठतु इदानीं चन्द्रमती अपि आगतवती तिष्ठतु अस्तु भगिनि इदानीं सार्वधातुकविषये वयं सर्वं समापितवन्तः अथवा किमपि पुनः अवशिष्टः अस्ति किं किं सार्वधातुकम् अपि तदनन्तरं निषेधः इगन्त अङ्गः सार्वधातुकार्धधातुकयोः उपधारस्व पुगन्तः अस्ति वा नास्ति उपधाविषये अपि वयं दृष्टवन्तः इदानीं सार्वधातुकविषयं समाप्तम् भगिनि आकारान्तधातूनां आकारान्तधातूनां पुनः एकः सूत्रः अस्ति पुगन्तस्य अङ्गस्य एकः गुणः पुगन्तस्य अङ्गस्य इकः गुणः इकः विषये एव अस्ति न भगिनी पुगन्त पुगन्त भवति चेत् धातूनां लिस्ट् अस्ति खलु अर्ति व्रि रि क्लूयि तत् सूत्रम् इति पुगन्तं भवति चेत् तत् सूत्रेण एव करणीयम् इति दीर्घं भवति चेत् सूत्रविषये वदति सा भगिनी सर्वमङ्गला भवत्याः प्रश्नसूत्रं न वदति अपि चलति किमर्थं सुगन्तस्य इति सूत्रः तत्र सुगन्त कथम् आगच्छति इति सूत्रः तत्सूत्रेण पुगन्तः आगच्छति पुगन्तः आगच्छति चेत् गुणः भवति यदा पुगन्तस्य दीर्घमपि गुणः भवति इति उक्त्वा उक्तव्यं तदा तत् सूत्रं सूत्रस्य आवश्यकता नास्ति खलु केवलं पुगन्तं कथम् आगच्छति इति सूत्रस्य इति प्रश्नस्य तत् सूत्रं वदनीयं खलु डिड् यु अण्डर्स्टाण्ड् वाट् ऐ एम् सेयिङ्ग् अनुसूया किञ्चित् तिष्ठतु तिष्ठतु सर्वमङ्गलायाः प्रश्नस्य उत्तरं दातुं प्रयत्नं कुर्मः ओके सर्वमङ्गला भवत्याः प्रश्नः किम् दट् पुगन्त इट् इस् कम्प्लीटेड् बट् ऐ हव् टोल्ड् अनदर् सूत्र इस् देर् टु कम्प्लीट् दट् पुगन्तस्य अङ्गस्य एकः गुणः भवति चेत् अनदर् सूत्र इस् देर् ऐ हव् टोल्ड् दट् ओके तेन कारणेन वयम् अस्माकं कार्ये किं बाधा आगच्छति आकारान्त धातुभ्यः पुगागमः भवति ओके निच् प्रत्यये परे ओके अनन्तरं धनं वदतु, अग्रे गच्छतु. सूत्र अर्थे श्री व्लीरि नुयि स्मायि तत्सर्वं तु वयं दृष्टवन्तः. तत्सर्वं सर्वम् आकारान्तधातवः अपि. ओके, इदानीं भवत्याः समस्या कुत्र अस्ति? नो, देट् इस् अ विधिसूत्र दट् पुकागमः भवति इति. ओके, दट् इस् आल्सो वन् सूत्र इस् देर्. ऐ टोल्ड् दट्. ओके, इदानीम् अस्माकं समस्या कुत्र अस्ति? अस्माकं निर्णयं यत् वयं कुर्मः तत्र कस्मिन् विषये वयं निर्णयं कर्तुं प्रयत्नं कुर्मः? फस्ट् आफ् आल् वि हाव् टोल्ड् दट् उपधायां ह्रस्व इकारगुणः. आफ्टर् दट् वि हाव् डिवैडेड् दट् एदर् लघु उपधा आर् पुगन्तस्य अङ्गस्य इकः गुणः. दट् दीर्घ उपधा आल्सो दे देन् वि हाव् डिवैडेड् लैक् दट्. Again, that another one sutra we have left, I told, that's all. Okay. Tasya sutras to avakashaha atra agachati va? Agachati, when it is a dirgha akaranta dhatu nam, that is special case. Then that pukagamaha bhavati iti, those words. तत्तु अस्ति पुगागमविषये. धातु प्लस् पुक् आगमः कदा भविष्यति? अस्माकं समस्या कुत्र अस्ति? गुणकार्यविषये. सो अवर् इण्टेन्शन् इस् टु डिस्कवर् गुणकार्यविषये किं किं बाधा आगच्छति. ओके, अत्र आगमः कदा भविष्यति तस्य सूत्रं तु भिन्नम्. ओके, देट्स् अ डिफरेण्ट् टापिक्. पुगन्त पुक् प्रत्ययस्य आगमः कदा भविष्यति तस्य तु सूत्रं आकारान्तधातवः तत्र तु निच् प्रत्ययस्य योजनेन पुक् आगमः भविष्यति. ओके, तत्र तु निच् प्रत्ययविषये अस्ति. प्रथमं धातवः के के सन्ति तत् दत्तम् अस्ति. तदनन्तरं तेन कारणेन पुक् आगमः भविष्यति. देट् इस् अ सेपरेट् टापिक्. अवगतम्? परन्तु अत्र वयं किं परिशीलनं कुर्मः? गुणविषये. कदा कदा गुणकार्यं गुणायं शक्नुमः. ओके, अनदर् पायिण्ट् रिमेम्बर्, आकारान्तधातवः तत्र तु गुणकार्यस्य समस्या एव न आगच्छति न. तत्र उपधायाम् आकारः अस्ति तदा तु अकार आकार वट् एवर् इट् तदा तु गुणकार्यस्य समस्या एव नास्ति. केवलम् इक्वर्णस्य अवकाशः अस्ति चेत् गुणकार्यस्य विषये वयं चिन्तनं कुर्मः. सर्वेषां कृते स्पष्टम् इदानीं? अस्माकम् उद्देशं गुणविषये परिशीलनम्. ओके, यावत्पर्यन्तम् अवगतम् इदानीं चन्द्रमति. तत् सूत्रे आकारान्त नास्ति खलु किमपि? पुनः वदतु. इन् दट् सूत्र दर् इस् नथिङ्ग् विच् इस् आकारान्त. आकारान्त इस् समथिङ्ग् डिफ्रेण्ट्. दर् इस् डिफ्रेण्ट् नो इन् दट् नौ सूत्रे. योजनं पुक् आगमः विषयं भिन्नम्. ओके, प्रथमं द्वितीयम् खलु भगिनि दीर्घ आकारः अस्ति. अरे बाबा, ओके, अहम् अनुसूया भगिन्याः समस्यायाः निवारणं कर्तुं प्रयत्नं करोमि. ओके, मध्ये मध्ये भवन्तः वदन्ति चेत् बहु समस्या भवति. ओके, अथवा मौनं तिष्ठन्तु, एकवारम् एतत् समाप्य भवत्याः पर्यायः अहं दास्यामि, चिन्ता मास्तु. ओके, अनुसूया, अत्र किम् अस्ति? अन्ते आतामस्ति, अतः आकारान्तधातु इति वा? हा, आकारान्तधातु यदस्ति तत्रापि प्रत्ययस्य योजनं भवति, तदा अपि आगमः भवति. परन्तु अस्माकं समस्या यदा आकारान्तधातु अस्ति, पुक् आगच्छति वा न आगच्छति, उपधायां तु आ एव तिष्ठति न. अतः गुणकार्यविषयं तु तत्र न आगच्छति. ओके, महोदय, आकारान्तधातु अस्ति चेत् तु पुक् आगमनं भवति निश्चयेन. तत्तु तत्तु भिन्नम्. अरे बाबा, पुक् आगमविषयं तु भिन्नम्. अस्माकम् उद्देश्यं गुणकार्यविषये एव. ओके, पुक् आगमविषये नास्ति. पुक् आगम कदा भविष्यति, तस्य कारणं सूत्रमस्ति. ओके, भिन्नं सूत्रम् एवमेवम् अस्ति. दीर्घमेकं सूत्रमस्ति, तदनुगुणं निच् प्रत्ययस्य योजनेन कुक् आगमः भवति. परन्तु तस्मिन् विषये वयं चिन्तनं न कुर्मः, तस्य परिणामः यत् आगच्छति. ओके, तस्मिन् विषये वयं चिन्तनं कुर्मः. परिणामः किम्? पकारः अन्तिमवर्णः, उपधावर्णः इकवर्णः अस्ति वा न. उपधावर्णः पकारस्य इत्युक्ते पुक् आगमन आगमनेन यः वर्णः उपधायां तिष्ठति, यदा तत् प्रथमकार्यम् इकवर्णः अस्ति वा न, तत्र समस्या नास्ति. ह्रस्व अस्ति वा दीर्घ अस्ति. ओके, गुणकार्यं ह्रस्व अस्ति वा दीर्घ अस्ति, वयमपि चलति. यदा पुगागमः अभवत् तदा गुणकार्यं भवति. अवगतं? स्पष्टम् इदानीं सर्वेषां कृते? मह्यं स्पष्टम् अभवत्. हा, ओके, स्पष्टम्. इदानीम् अहम् आर्धधातुकविषयं प्रति गच्छामि. सार्वधातुकं तु समाप्तं. स्टेप्स् किम् अस्ति? हा, इत्युक्ते सोपानानि कानि कानि? प्रथमं प्रत्ययः सार्वधातुकम् अस्ति वा न, कथं तिङ् अस्ति वा षित् अस्ति, केन सूत्रेण निर्णयं कुर्मः तिंशित् सार्वधातुकम् इति सूत्रेण सार्वधातुकम् इति नाम प्राप्नोति. एकवारं नाम प्राप्नोति, तदनन्तरं परिशीलनं किं कर्तव्यं, टिक् अस्ति वा अपित् अस्ति. तदा सार्वधातुकम् अपित् इति उत्तरं प्राप्तं चेत् नीति च इति सूत्रस्य आधारेण गुणनिषेधः भवति. ओके, टिक् अस्ति चेत् गुणकार्यस्य अवकाशः मिलति. ओके, तदा यदा अन्तिमवर्णः इक्वर्णः अस्ति, तदा गुणकार्यं भवितुम् अर्हति. तेन सूत्रेण सार्वधातुक अर्धधातुकयोः एतत् सर्वं लिखन्तु. हा, मानचित्रे सर्वं लिखन्तु. तदा पुरतः तत् स्थाप्य अस्माकम् अभ्यासं कुर्मः चेत् उत्तरं सम्यक् आगच्छति. ओके, अतः अत्र सूत्रमस्ति सार्वधातुकार्धधातुकयोः. एतस्य सूत्रस्य कारणेन इक्वर्णस्य अन्तिम इक्वर्णस्य गुणकार्यं भविष्यति. तदनन्तरं गुणकार्यं पुनः भवितुम् अर्हति. कुत्र? उपधायाम्. उपधायां कदा कदा भवितुम् अर्हति? कारणद्वयम् अस्ति. प्रथमकारणम् अद्यदा ह्रस्व इक्वर्णः अस्ति तदा भुगन्तलघुपदस्य एतस्य कारणेन लघु इक्वर्णस्य गुणकार्यं भवति. तदनन्तरं लघु इक्वर्णः नास्ति तदा पुनः किं वयं परिशीलयामः? उपधा यत् अस्ति तत्र पुगन्त आगमः अभवत् वा न? यदा पुक् आगमः अभवत् तदा अपि इक्वर्णस्य गुणकार्यं भवितुम् अर्हति. केन सूत्रेण? तदेव सूत्रेण, पुगन्तलघुपदस्य च इति सूत्रेण. परन्तु तदा इक्वर्णः दीर्घ अस्ति वा ह्रस्व अस्ति द्वयमपि चलति, गुणकार्यं भवति एव. ओके, यावत्पर्यन्तं स्पष्टम्? स्पष्टं नतुलक्ष्मी? ओके, नतुलक्ष्मी नास्ति वा? आम् आम् स्पष्टमस्ति. गीता, चन्द्रमती, अनिल्? आं भगिनि, स्पष्टमस्ति भगिनि. ओके, अग्रे गच्छामि. इदानीम् आगतविषयं स्वीकुर्मः, एतदहं मार्जयामि. भवन्तः, अहम् इच्छामि वा चिन्तयामि, भवन्तः सर्वे सूत्रसहितं मानचित्रं कृतवन्तः इति. न कृतवन्तः चेत् किञ्चित् कष्टं भविष्यति. ओके, कारणं सूत्रं तत्र अस्ति चेत् प्रोसेसिङ्ग् बहु सरलं भविष्यति. ओके, इदानीं चन्द्रमती. आर्धदाशकविषये वयं तु निर्णयं कृतवन्तः आर्धदाशकं श्रेष्ठः इति सूत्रेण प्रत्ययः आर्धदातुकप्रत्ययः अस्ति. अतः इदानीं प्रथमकार्यं किं कुर्मः? आर्धदातुकप्रत्ययः अस्ति चेत् अपि गुणस्य प्रसक्तिः अस्ति. सार्वधातुक आर्धधातुकयोः इति सूत्रेण किन्तु कित् गित् मित् नास्ति इति. प्रथमं किं परिशीलनं कर्तव्यम्? आर्धधातुकम् अस्ति चेत् मित् कित् मित् नास्ति इति. अस्ति चेत् किं भवति? गुणः भवितुम् एकन्दस्य गुणः भवितुमर्हति. पुगन्तलघुपदस्य इति अपि गुणः भवितुमर्हति. भगिनी, एकं प्रश्नमस्ति. अत्र सार्वधातुक अपि नित्व भवति, अर्धधातुक न भवति खलु? आर्धधातुकविषये गिट् कित् मित् अस्ति चेत् चन्द्रमती भवती किम् उक्तवती? गुणः न भवति. अस्ति चेत् गुणः न भवति. गुणः न भवति केन सूत्रेण? किन्निति च इति सूत्रेण. नीति च इति सूत्रेण अनुसूया. परन्तु तत्र आर्धधातुकप्रत्ययोः तत् सूत्रं नास्ति खलु? नित्य च सूत्रं सर्वत्र आगच्छति. 115 न केवलं सार्वधातुकविषये वा आर्धधातुकविषये, अन्यत्र अपि नित्य च सूत्रस्य उपयोगं भवति. अत्र हित् अस्ति, कित् अस्ति, नित् अस्ति, निति च सूत्रस्य आधारेण गुणकार्यविशेषः भवति। चन्द्रमसि सम्यक्। इदानीं मित् नास्ति कित् नास्ति मित् नास्ति ओके तदा किं भवति किं परिशीलनं कर्तव्यम् अस्ति चेत् अस्ति चेत् गुणकार्यं निषिद्ध नास्ति चेत् किं भवति गुणः भवति एकद एकद अङ्कस्य गुणः भवति सा अनन्तरम् उपधायां इकवर्णः अस्ति चेदपि पुगन्धलपदस्य सूत्रेण गुणः भवति। एकनिमिषम् एकनिमिषम् अहं न अवगतवती प्रथमं किं परिशीलनं भवती करिष्यति हित् नास्ति मित् नास्ति तदा नेक्स्ट् किं परिशीलनं करिष्यति अङ्गं पश्यति अङ्गस्य अन्ते एकवर्णः अस्ति वा नास्ति वा अतः अङ्गे इक्वर्णः अस्ति वा न इक्वर्णः अस्ति वा न इदानीम् अस्ति चेत् गुणः गुणकार्यं गुणकार्यस्य प्रसक्तिः अस्ति गुणकार्यं भवति अत्र अस्ति चेत् गुणकार्यं अस्य इक्वर्णस्य इक्वर्णस्य गुणकार्यम् अस्ति नास्ति चेत् गुणकार्यस्य विषये अन्तिम इक्वर्णस्य गुणकार्यस्य विषये चिन्ता नास्ति परन्तु नास्ति चेत् पुनः किं परिशीलनं कुर्मः उपधायाम् इकवर्णः ह्रस्व इकवर्णः अस्ति वा इति पुनः उपधाविषये उपधाविषये चिन्तनम् उपधायाम् इकवर्णः अस्ति तदा किं भवति गुणः भवति तदा गुणः भवति फलकं दृश्यते नास्ति गुणः न भवति गुणः न भवति तत्र किं कर्तव्यं नास्ति पुनः पुकागमः पुकागमः अस्ति चेत् तत्रापि गुणः उपतायां ह्रस्व ह्रस्वं वा दीर्घं वा वर्णस्य गुणः वृद्धिः गुणः चिन्तनं कर्तव्यं विषये चिन्तनं कर्तव्यं तदा पुनः तदेव सार्वधातुकविषये यत् वयं दृष्टवन्तः तदेव अत्र अपि आगच्छति परन्तु एकं तु वयं किं विस्मृतवन्तः एकं विस्मृतवन्तः सार्वधातुकविषये इगन्त अस्ति परन्तु बाधकः किमपि अस्ति तत्र तस्मिन् विषये स्मरणम् अस्ति सार्वधातुक अपित् अस्ति चेत् गुणः न भवति इति बाधकमस्ति अत्र तु अपित् विषये नास्ति अनुसूया भवत्याः पर्यायः नास्ति हा अनन्तरं भवत्याः पर्यायः आगच्छति गीता गीता अस्तु भगिनि इदानीम् इक् वर्णः अस्ति गुणकार्यं भवितुम् अर्हति यदा कण्डिशन् किं तत्र इक् वर्णः उपधायाम् अस्ति चेत् न न इदानीम् उपधाविषये न अन्तिमविषये अन्ते अस्ति तदा प्रथमं किं परिशीलनं कर्तव्यम् इक्वदः अस्ति चेत् गुणकार्यं भवति अहं जानामि गुणकार्यं भवति परन्तु तत्पूर्वं पुनः एकं कार्यं कर्तव्यं तत् किम् ओके मुत्तुलक्ष्मी स्मरणे अस्ति सार्वधातुकम् अपित् अस्ति चेत् गुणकार्यं न भवति. सार्वधातुकविषये वयं समापितवन्तः. इदानीम् आर्धधातुकम् अस्ति अस्माकम् उद्देश्यम्. ओके, अस्माकं दृष्टिकोनः सार्वधातुक आर्धधातुकविषये अस्ति. ओके, आर्धधातुकविषये वयं किं प्रथमं दृष्टवन्तः? प्रत्ययः द्वित् अस्ति, कित् अस्ति वा नित् अस्ति, तदा गुणकार्यस्य समस्या एव नास्ति. कारणं इति च इति सूत्रस्य आधारेण सर्वं निषेधः भवति. ओके, परन्तु यत् नास्ति तदा वयं किं परिशीलनं कुर्मः? प्रथमं वयं इत् वर्णस्य परिशीलनं कुर्मः. कुत्र? प्रथमम् इक् वर्णः अन्तिमभागे अस्ति, इत्युक्ते धातु इगन्तः अस्ति चेत् गुणकार्यस्य प्रसक्तिः अस्ति. ओके, नास्ति चेत् उपदायविषये वयं परिशीलनं कुर्मः. तत्पूर्वम् अस्ति भागस्य समापनं कुर्मः. प्रत्ययः कथं भवितव्यम्? भगिनी, यस्मात् विधि ददाति प्रत्ययङ्गम् इति सूत्रम् आगमिष्यति वा अत्र? न, अत्र नित् नित् कित् ओके कित् वा नित् नित् अस्ति, नित् अस्ति तदा गुणकार्यं न भवति. परन्तु सार्वधातुक अर्धधातुकयोः इति सूत्रस्य आधारेण अचोणिति इति सूत्रस्य प्रसक्तिः आगच्छति. तत्र इक् वर्णस्य वृद्धिकार्यं भवति. ओके, समस्या गीता मुत्तुलक्ष्मी? अचोमिति आगच्छति तदनन्तरमेव. अचोमिति इति सूत्रस्य आधारेण एतत्तु इदानीम् आर्धधातुकमस्ति. ओके, आर्धधातुकमस्ति तत्तु वयं जानीमः, पूर्वमेव वयं निर्णयं कृतवन्तः. सार्वधातुक अर्धधातुकयोः एतस्य सूत्रस्य आधारेण इक् वर्णविषये वयं परिशीलनं कर्तुं शक्नुमः. तत्र णित् अस्ति, णित् अस्ति चेत् किं भवति? सार्वधातुक अर्धधातुकयोः एतस्य कारणेन गुणः भवति. नास्ति चेत् क्षम्यताम्, णित् नास्ति, णित् नास्ति चेत् गुणकार्यं भवितुम् अर्हति सार्वधातुक अर्धधातुकयोः इति सूत्रेण. परन्तु णित् णित् अस्ति चेत् किम् अस्ति? तदा इक् वर्णस्य वृद्धिकार्यं भवति अचोणिति इति सूत्रस्य आधारेण. कन्फ्यूस्ड् जोन्? अचोज्ञिति इति सूत्रेण वृद्धिकार्यस्य अवकाशः भवति. तत्र णित् अस्ति वित् णित् अस्ति चेत् वृद्धि भवति. अस्तु, ओके, अन्यथा गुणः भवति. ओके, अस्तु. प्रत्ययः आर्धधातुकम् इति वयं निर्णयं कृतवन्तः. तदनन्तरं परिशीलनं, वित् कित् नित् नास्ति तदा एव अग्रे गन्तुं शक्नुमः. वित् कित् नित् अस्ति चेत् समाप्तम्. ओके, अग्रे गच्छामः. इक् वर्णः अस्ति. ओके, इक् वर्णः अस्ति, नास्ति, आप्शन् द्वयं. नास्ति तदा उपदाविषये परिशीलनं. परन्तु प्रथमम् अस्ति विषये वयं पश्यामः. अस्ति चेत् प्रत्ययः कीदृशः अस्ति ओके यदा ञित् अस्ति णित् अस्ति तदा गुणकार्यं नास्ति क्षम्यतां हा ञित् नास्ति णित् नास्ति चेत् हा तदा गुणकार्यं भवति हा ओके परन्तु ञित् अस्ति णित् अस्ति तदा वृद्धिकार्यं भवति ओके हा वृद्धिकार्यस्य विषये सूत्रं किम् अचोमिति गुणकार्यस्य विषये सूत्रं किं सार्वधातुकधातुकयोः महोदय अचोमिति इति अस्ति चेत् वृद्धिकार्यं भवति वा न भवति भवति न न न अचोमिति सूत्रस्य आधारेण वृद्धिकार्यं भवति गुणकार्यं न भवति वृद्धिकार्यं भवति किमर्थं कारणम् इक् वर्णः यदस्ति अस्मिन् प्रत्यये तत् अस्ति मित् अथवा णित् एतयोः कारणेन अचोमिति एतस्य सूत्रस्य प्रसक्तिः आगच्छति तदर्थं वृद्धिकार्यं भवति ओके परन्तु यदा एतत् द्वयमपि नास्ति प्रत्ययः अन्य अस्ति तदा गुणकार इक् वर्णः अस्ति परन्तु यत् इक् वर्णः अस्ति तत् ञित् नास्ति णित् नास्ति प्रत्ययस्य इक् वर्णः प्रत्ययः ञित् नास्ति णित् नास्ति तदा अङ्गस्य इक् वर्णस्य गुणकार्यं भवितुम् अर्हति केन सूत्रेण सार्वधातुकार्थधातुकयोः एतस्य सूत्रस्य आधारेण गुणकार्यं भवति वृद्धिकार्यं कृते प्रत्ययस्य णित् अथवा णित् भवितव्यम् ओके इदानीम् अग्रे उपदाविषये पश्यामः प्रश्नः अस्ति वा भवत्याः पर्यायः समाप्तम् पूर्णिमा वक्तुं शक्नोति वा न आं महोदय पृच्छतु ओके इदानीम् उपदाविषये पश्यामः इक् वर्णः अस्ति अन्तिमभागे तदा एतत् सर्वं वयं परिशीलनं कुर्मः परन्तु अन्तिमवर्णः इक् नास्ति तदा किं परिशीलनं कुर्मः किमस्ति इति परिशीलनं कुर्मः तदा वयम् उपदाविषये चिन्तनम् आरम्भं कुर्मः इदानीम् उपदायां किं किं द्रष्टव्यम् आर्द्रधातोः आर्द्रधातोः अङ्गस्य उपदायाः दीर्घः भवेत् ह्रस्व भवेत् गुणः भवति ओहो न महोदय एवं नास्ति एवं नास्ति प्रथमकार्यं वयं किं परिशीलनं कुर्मः सार्वधातुकविषये यत्किमपि वयं कृतवन्तः अभवत् इदानीम् आर्द्रधातु अपि भवति चेदपि गुणकार्यं भवति प्रतिभा भवती किं पश्यति उपदा आगतम् अन्तिमवर्णस्य समाप्तम् उपदायां वयम् इदानीं अस्माकं दृष्टिकोण तत्र अस्ति तत्र किं परिशीलनं करिष्यति ह्रस्व अस्ति वा दीर्घम् अस्ति वा इति भगिनी अस्ति वा दीर्घ अस्ति इदानीं ह्रस्व अस्ति चेत् पुगन्तलघुपदस्य च इति सूत्रेण कार्यम् अग्रे चलति हा किं कार्यं गुणकार्यं भगिनि गुणकार्यम् ओके पुगन्तलघुपदस्य च इति सूत्रस्य आधारेण ह्रस्व इक् वर्णस्य गुणकार्यं भवति. ओके, तावत्पर्यन्तं स्पष्टम्. इदानीं ह्रस्व इक् वर्णः नास्ति, तदा किं परिशीलनं कुर्मः? सार्वधातुकम् अहमेव वदामि वा भगिनी? भवती एव वदतु, प्रत्ययः न समाप्तः. आम् आम् अस्तु भगिनि. सार्वधातुकं सार्वधातुकप्रत्ययोः गुणकार्यं भवति एव भगिनी तत्र. क्षम्यतां, पुगन्त अस्ति वा इति चिन्तनीयं तदनन्तरं. क्षम्यतां, क्षम्यताम्. अतः इक्वर्णः अन्तिमभागे नास्ति, उपदायाम् अस्ति. हा, तदा यस्य इक्वर्णः अस्ति चेत् पुगन्तलघुपदस्य इति सूत्रेण गुणकार्यं भवति. रस्व इक्वर्णः नास्ति चेत् पुगन्तः अस्ति वा न, एतस्य परिशीलनं कुर्मः. ओके, विषये किं स्पेशालिटि? अपकारः आगच्छति धातोः. हा, तत्तु सत्यं, पुगन्तं तु आगतम्, अतः पकारः तत्र तिष्ठति. इदानीम् उपकारविषये अत्र धातूनाम् आवलिः अस्ति, अति क्रीलि इति, तद् आगच्छति चेदेव तत्तु कण्डिशन् पुक् आगमविषये. तस्मिन् विषये चिन्ता नास्ति, पुक् तु आगतम्, अन्यत्र तस्य कार्यं कृतमस्ति. ओके, इदानीम् अस्माकं हस्ते पुक् अस्ति, गुणकार्यं करणीयं खलु तदनन्तरं. परन्तु अस्माकं सूत्रं किं वदति? उपदायां ह्रस्व इक् वर्णः अस्ति चेत् एव गुणकार्यं भवति न? पुक् अस्ति चेदपि, पुगन्तः अस्ति चेदपि कर्तुं शक्यते खलु भगिनि? दीर्घं भवति चेदपि, पुगन्त भवति, पुगन्त अस्ति चेत् तदेव परिशीलनं कर्तव्यं. पुकागमः चेत् ह्रस्व वा दीर्घ द्वयमपि गुणकार्यं प्राप्नोति. अस्तु भगिनि, आं भगिनि, इदानीं स्पष्टं सर्वम्? आं भगिनि, स्पष्टमेव भगिनि, स्पष्टम्. ओके, उदाहरणं दास्यतु भगिनि, एक उदाहरणं, सेकेण्ड् कण्डिशन् एक उदाहरणं दास्यतु भगिनि. न न, उदाहरणं वयम् अनन्तरं पश्यामः. ओके, उदाहरणविषये अहम् इदानीं न चिन्तयामि, अहं प्रोसेसिङ्ग् श्रुतानि कानि कानि मनसि निधाय वयं प्रोसेसिङ्ग् कुर्मः, तद्विषये एव अहं किं मानचित्रं निर्माणं कर्तुं प्रयत्नं कृतवती. परन्तु अत्र केवलं मार्गदर्शनं दर्शितवती, भवन्तः सर्वे मानचित्रं कृतवन्तः इति मम आशा अस्ति. कृतं वा न कृतं न जानामि. ओके, तस्य आधारेण वयम् अग्रे गन्तुं शक्नुमः. ओके, यावत्पर्यन्तं स्पष्टं, किमपि प्रश्नः अस्ति महोदय? सो इस् इट् लैक् आर्धधातुकप्रत्यये समये उपधा अस्ति चेत् सर्वदा गुणकार्यं भवति? उपधायाम् इक्वर्णः अस्ति चेत्, इक्वर्णः अश्वदीर्घ चिन्ता नास्ति, चिन्ता नास्ति, केवलं पुगन्तः भवितव्यम्. ओके, उपदा अस्ति तदा ह्रस्व इक् वर्णः अस्ति चेत् तदा एव गुणकार्यं भवति. ओके, सो देन् आर्धधातुक सार्वधातुक समान एव, रैट्? परन्तु तत्र कण्डिशन्स् सन्ति न, गित् नास्ति, कित् नास्ति, नित् नास्ति, तदा एव गुणकार्यस्य प्रसक्तिः आगच्छति. ओके, तदनन्तरं निगन्तः तु अस्ति परन्तु प्रत्ययः यदा ङित् अस्ति वा णित् अस्ति तदा गुणकार्यं भवति तेन कारणेन सार्वधातुक अर्धधातुकयोः एतस्य आधारेण गुणकार्यं भवति वृद्धिकार्यं भवति खलु अन्यथा अन्यथा अचोणिति एतस्य सूत्रेण वृद्धिकार्यं भवति ओके अवगतं तदनन्तरं नास्ति चेत् तदा उपदाविषये चिन्तनम् आरब्धम् उपदाविषये चिन्तनम् आरब्धं तदा लघु अस्ति इक् वर्णः साक्षात् गुणकार्यं भवति दीर्घ अस्ति चेत् परिशीलनं पुगन्तः अस्ति वा न पुगन्तः अस्ति चेत् ह्रस्वदीर्घद्वयोः गुणकार्यं भवति ओके उपधः समये आर्धधातुक सार्वधातुकसमाने एव आर्धधातुकप्रोसेसिङ्ग् सार्वधातुकप्रोसेसिङ्ग् द्वयमपि समानमेव भगिनि इदानीं पर्यन्तं भवती यावत् पाठितवती इदानीं पर्यन्तं भवती यावत् पाठितवती तावत्पर्यन्तं वयं अस्माभिः क्रमशः वक्तुं शक्यते वा ओके ओके भवती वक्तुम् इच्छति आं भगिनि ओके भवती सार्वधातुकविषये वक्तुम् इच्छति वा आर्धधातुकविषये वक्तुम् इच्छति एकं स्वीकरोतु अस्तु भगिनि आर्धधातुकविषये वक्तुम् इच्छामि आं भगिनि आर्धधातुक शक्नोमि महोदय अहमपि वक्तुं शक्नोमि धातुः सः अद्यपर्यन्तं धातोः प्रथमं धातोः सः सार्वधातुकार्धधातुकयोः इति सूत्रस्य पर्यन्तम् अहमपि वक्तुम् इच्छामि ओके गीता अनन्तरं भवती ओके ओके गीता आरम्भं करोतु भवती आर्धधातुकविषये वक्तुम् इच्छति न प्रथमम् आम् आं भगिनि अनुसारधातुकविषये वदिष्यति ओके गीता आर्धधातु अस्तु भगिनि परिशीलनं आर्धधातुकः कित् ङित् गित् अस्ति चेत् गुणः न भवति तत्पूर्वम् आर्धधातुकम् इति कथं निर्णयम् तिंशित् विना शेषः आर्धधातुकः शेषः आर्धधातुकः आर्धधातुकम् इति सूत्रेण आर्धधातुकप्रत्ययः इति निर्णयं कृतम् आम् अग्रे आं भगिनि तदनन्तरं कित् ङित् गित् अस्ति चेत् गुणः न भवति न भवति नास्ति चेत् आम् ङित् च ङिति च ङिति च इति सूत्रेण गुणः न भवति तत्र सम्यक् ओके ओके सार्वधातुक आर्धधातुकयोः इति सूत्रेण अङ्गस्य इक्वर्णः अस्ति चेत् इक्वर्णस्य गुणः गुणकार्यं भवति ओके उपधायाम् इक्वर्णः अस्ति अस्ति वा इति परिशीलनं करणीयम् इदानीम् अस्ति चेत् तदा गुणकार्यं भवति एकं सोपानं विस्मृतम् परिशीलनं कर्तव्यं एकस्मिन् भागे गुणकार्यं भवति अन्यस्मिन् भागे वृद्धिकार्यं भवति तत्कृते किं परिशीलनं पुक् आगमः अस्ति चेत् गुणः भवति न न न न न न न एकनिमिषं वृद्धिविषये उपदायाम् अन्तिमवर्णविषये एव वयं परिशीलनं अस्ति चेत् इक्वर्णस्य वृद्धिकार्यं भवति अचोन्यति इति सूत्रस्य आधारेण अन्यथा गुणः न भवति. गुणः भवति. आं भगिनि, आं भगिनि, अस्माकं हस्ते. आम् आम् आं भगिनि, आं भगिनि, आं भगिनि. अन्तिम इक्वर्णः नास्ति चेत् उपादायाम् इक्वर्णः अस्ति वा इति परिशीलनं करणीयम्. उपादायां ह्रस्व इक्वर्णः अस्ति चेत् पुगन्तलघुपदस्य च इति सूत्रेण गुणकार्यं भवति, नास्ति चेत् पुक् आगमः भवति. पुक् आगमः भवति न, न न न न न पुक् आगमः अस्ति न न, परिशीलनं कर्तव्यं कर्तव्यम्. आं भगिनि, ह्रस्वः वा दीर्घः वा द्वयोः अपि गुणकार्यं भवति तत्र. यदा यदा पुक् आगमः अस्ति अस्ति तदा उगागमः उगागमः उपदा ह्रस्व इक्वर्णस्य पुगन्धलघुपदस्य च इति आधारेण उपदायां ह्रस्व इक्वर्णः नास्ति चेत् पुगागमः भवति. अवगच्छति वा? तत्र बहु कन्फ्यूषन् अस्ति. आम् आं भगिनि, एकवारं वदतु भगिनि. प्रथमं किं परिशीलनं कुर्मः, उपदायां सीमा उपदायाम् इक्वर्णः अस्ति वा न, रस्वं वा दीर्घं तस्मिन् विषये इदानीं चिन्ता न. अस्तु भगिनि, अस्तु भगिनि, ओके. तदनन्तरं नेक्स्ट् स्टेप् यत् इक्वर्णः अस्ति तत् रस्वम् अस्ति वा दीर्घम् अस्ति, ओके. अस्तु अस्तु भगिनि, रस्वमस्ति चेत् सुगन्धलघुपदस्य इति सूत्रस्य आधारेण गुणकार्यं भवति. आम् आम् अस्तु भगिनि. प्रश्नः उदेति दीर्घस्य कृते तु लघुपदायाः सूत्रस्य अवकाशः नास्ति, तदा किं परिशीलनं कुर्मः, सुगागमः भवत् वा न. इदानीम् अवगतवती. अतः पुकागमः अभवत् चेत् पकारः तत्र तिष्ठति. आम् आं भगिनि, ओके. अतः आसीत् कृतमस्ति चेत् उपायां लघु इक्वर्णः वा दीर्घ इक्वर्णः द्वयमपि चलति, गुणकार्यं भवति. अवगतवती भगिनि, ओके. अवगतवती भगिनि, धन्यवादः. स्वागतम् अनसूया. भवती इदानीं सार्वधातुकविषये स्पष्टीकरणं करिष्यति, ओके. गीता महोदया आर्धधातुकविषये उक्तवती, भवती इदानीं सार्वधातुकविषये वदतु. यदा सार्वधातुकः अस्ति तदा सार्वधातुक आर्धधातुकयोः इति सूत्रेण अन्ते तत्पूर्वं तत्पूर्वम् अस्माकम् आरम्भकरं किम् अस्ति, सार्वधातुकम् इति डिक्लेर् कर्तव्यं न, तदर्थं किं परिशीलनं किञ्चित् सार्वधातुकम् इति सूत्रेण सार्वधातुकं भवति. सार्वधातुक प्रत्ययः अस्ति चेत् तदा सार्वधातुक अर्धधातुकयोः इति सूत्रेण इदन्तप्रत्ययस्य इदन्तवर्णस्य गुणः भवति, इगन्तवर्णस्य गुणः भवति. इक्वर्णस्य अन्ते अस्ति चेत् इक्वर्णः अन्ते अस्ति चेत् तस्य गुणः भवति. एकनिमिषम् अनुसूयमहोदय, एकनिमिषम्. एकं तु वयं निश्चयं कृतवन्तः तिंशित् सार्वधातुकम् इति सूत्रस्य आधारेण तिङ् प्रत्ययः षित् प्रत्ययः सार्वधातुकप्रत्ययः कार्यं षित् कार्यं विधीयते. तदनन्तरं साक्षात् किं परिशीलनं कर्तव्यम्? तिङ् सार्वधातुकात् तिंशित् इति सार्वधातुकम् इति सूत्रेण सार्वधातुक भवति. सार्वधातुके षित् प्रत्ययः कार्यं विधीयते, पित् प्रत्ययः कार्यम् अनुमन्यते. अतः सार्वधातुकम् अपित् इति वयं प्राप्नुमः चेत् अथवा न प्राप्नुमः चेत् तस्य परिशीलनं प्रथममेव वदनीयं वा? कारणं अस्ति चेत् अन्यत्र गच्छति. पित् अस्ति चेत् सोपानानि अधिकानि. ओके, सार्वधातुकम् अपि नित्वित् नित्वत् इति सूत्रेण इनिति इति सूत्रेण गुणस्य बाधा भवति. हा, अतः गुणकार्यमस्ति समाप्तं, सर्वं समाप्तं तत्र. यदि सार्वधातुक पित् अस्ति चेत् पित् अस्ति चेत् तत्र षित् प्रत्ययः कार्यं विधीयते. पित् प्रत्ययः अनुमन्यते, अतः गुणः भवति. गुणः भवति इदानीं गुणकार्यं कुत्र भवति? गुणकार्यः अन्ते विद्यमान इक् वर्णस्य अपि भवति, उपधायां स्थितः इक् वर्णस्य लघु इक् वर्णस्य गुणः भवितुं शक्यते. एकमेकं स्वीकृत्य वदतु. प्रथमविषये उक्तवन्तः. इदानीं अपि सार्वधातुक अस्ति चेत् तस्य इदम् अन्ते विद्यमाने प्रत्ययस्य अन्तिम विद्यमान इक् वर्णस्य अन्त्य इक् वर्णः अस्ति चेत् तस्य गुणः भवति. केन सूत्रेण? सार्वधातुकार्धधातुकयोः इति सूत्रेण. ओके, यदा वर्णः अन्तिमवर्णः नास्ति तदा किं परिशिचे? तदा उपधायाम् इक् वर्णः अस्ति चेत् तस्य गुणः भवितुं शक्यते, परन्तु उपधायाम् एवं वदतु, अन्तिमवर्णः इक् वर्णः नास्ति तदा परिशीलनम् उपधावर्णस्य कुर्मः. उपधायां किम् अस्ति इति परिशीलनम्. उपधायाम् इक् वर्णः अस्ति चेत् तत् लघु वा दीर्घ वा इति परिशीलनम्. लघु अस्ति चेत् इक् वर्णः लघु अस्ति चेत् गुणः भवति. दीर्घ अस्ति चेत् पुगन्तमस्ति वा इति. न, केन सूत्रेण? पुगन्तलघुपदस्य इति सूत्रेण. पुगन्तलघुपदस्य च इति सूत्रेण लघुपदस्य वर्ण गुणः भवति. यदि दीर्घ अस्ति चेत् पुगन्त अस्ति वा इति परिशीलनम्. पुगन्त अस्ति चेत् दीर्घ उत ह्रस्व वर्णस्य गुणः भवितुं शक्यते, भवति. अन्यथा इक् वर्णः नास्ति चेत् कार्यं समाप्तम्. ओके, कार्यमेव. ओके, पर्यन्तं सम्पूर्णतया अवगतं. स्टेप्स् हा लिखितम् अस्ति, मानचित्रं कृतम् अस्ति. अहं तु संक्षेपेण दर्शितवती, कारणम् अत्र अवकाशः एव नास्ति, परन्तु भवतः करपत्रे अधोभागे अस्ति. अन्यथा सुब्रह्मण्यमहोदयस्य करपत्रे तत्र अपि अन्तिमभागे प्राप्तुं शक्नोति, परन्तु तत्र अहं किञ्चित् मोडिफिकेशन् कृत्वा अत्र महोदय भवतः कक्षा भवति इमिडियेट्लि ऐ विल् रैट् इट् डौन् वाट् एवर् युवर् सेड् वेन् युवर् दिस् इस् ओवर् इमिडियेट्लि बिफोर् ऐ फर्गेट् ऐ विल् रैट् इट् डौन् ओके. इदानीं समापयामः. अन्य किमपि प्रश्नः अस्ति? न महोदय, मम प्रश्नः नास्ति. अन्यं अन्येषां कृते सम्यक् अवगतं भगिनि? अवगतं न, अवगतं चेत् समस्या नास्ति. प्रश्नः अस्ति चेत् समस्या अस्ति. उत्तरं दास्य प्रश्नः नास्ति भगिनि, प्रयत्नं करिष्यामि. हा, पिता वदतु. प्रश्नः नास्ति भगिनि, सम्यक् अवगतवती. अवगतवती. इदानीं किं कर्तव्यं? सर्वं यत् वयम् इदानीं पठितवन्तः साक्षात् वर्गानन्तरं लिखन्तु. प्रत्ययः भागद्वयं सार्वधातुकं तदनन्तरं अग्रिम अवसरे यस्मिन् समये वयं प्रोसेसिङ्ग् कुर्मः सूत्रस्य आधारेण धातोः प्रोसेसिङ्ग् कुर्मः एतत् सर्वं मनसि निधाय कर्तव्यम् अतः मनस्तु भगिनि प्रोसेसिङ्ग् बहु सरलं भवति अस्तु भगिनि आं भगिनि धन्यवादः भगिनि ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिश्शान्तिश्शान्तिः धन्यवादः पुनर्मिलामः शुभदिनं शुभरात्रि धन्यवादः भगिनी